आगतवान् आम् सर्वे आगच्छन्ति वा पुनः आं महोदय अस्तु श्रूयते किम् आमां श्रूयते तर्हि महोदय भवती किं वदति यत् अत्र हलन्त्यं तत्र प्रतिषेध सामान्य महोदय सामान्यतया सर्वदा तत्र इत् संज्ञा प्रकरण सामान्यतया प्रथमं करणीयं तर्हि भवती यत् चिन्तयति तत् अहम् अवगन्तुं शक्नोमि भवती चिन्तयति यत् मिप् अस्ति एकं सूत्रं वदति हलन्त्यं करोतु एकं सूत्रं वदति मिप् स्थाने अम् करोतु परन्तु तथैव अस्ति चेत् तत्रापि विप्रतिषेधः अस्ति अतः परसूत्रं कार्यं करोति परसूत्रम् अस्ति तस्य समीपं अतः परसूत्रम् इति बलवत् भवति नो चेत् अपवाद एतत् सूत्रं समीपं तु मित् लकारेषु एव कार्यं करोति खलु तत्रापि न कार्यं करोति चेत् तस्य निरवकाशः अहं चिन्तयामि चिन्तयितुम् अवगच्छामि परन्तु अत्र मिप् इति लिखितम् अस्ति खलु तत्र अहं न चिन्तयामि यत् तत्र हलन्त्यम् इति सूत्रस्य अपवादः अथवा विप्रतिषेधः अस्ति यतोहि सामान्यतया यथा क्रमः अस्ति तत्र तत्र इत्संज्ञाप्रकरणं प्रथमं करणीयं तदनन्तरम् एव सर्वं भवति अत्र मिप् मिप् मिप् इति यद् लिखितम् अस्ति तत्तु केवलं लिखितम् अस्ति यत् मिप् इति प्रत्ययः नाम तत्र यत् प्रत्ययः अस्ति उत्तमपुरुष एकवचन प्रत्यय तस्य स्थाने अधुना तत्र अधुना पश्यतु तत्र तस्तस्तमीपां तन्तं तामः अत्र चतुर्थ चत्वारः प्रत्ययाः सन्ति सर्वे प्रत्ययाः एव सन्ति परन्तु तस्य अर्थम् इदं यत् ओ हलन्त्यं तत्र न कृत्वा अथवा इत्संज्ञाप्रकरणस्य पूर्वम् इदं करणीयम् इति यदि वयं चिन्तयामः चेत् रूपं समानमेव भवति परन्तु यथा मया पठितमस्ति इत्संज्ञाप्रकरणं प्रथमं भवति तर्हि मिप् मध्ये यत् लिखितमस्ति तत् तु तस्य अर्थं यत् तत् प्रत्ययं तत् प्रत्ययस्य स्थाने अम् इति अस्तु परन्तु यदि भवत्याः अपि चिन्तनं सम्यक् यदि अस्ति चेत् तत्रापि रूपम् अम् एव भवति अस्माकं यत् भिन्नचिन्तनम् अस्ति यत् प्रथमं तु हलन्त्यं करोतु तदनन्तरं यत् प्रत्ययः यत् अस्ति तस्य स्थाने अम् करोतु अस्तु इदानीं हलन्त्यं न कुर्मः चेत् एतत् सूत्रम् अपवादसूत्रं इत्यनेन बलवत् भवति नो चेत् परसूत्रम् अस्ति एकस्मिन् दृष्टिः वयं वक्तुं शक्नुमः थस् थस् थस्तु नित्सु लकारेषु एव कार्यं करोति अतः निरवकाशः भवति अन्यस्मिन् दृष्टिः अस्ति इदानीं तु लङ् लकार एव कार्यं करोति एतत् अपवादः भवति किन्तु एतत् कार्यं न एतत् कार्यं भवति अन्य अवकाशः अपि अस्ति विधिलिङ्लकारे न अत्र कुत्रापि केवलं लङ् इति लिखितुं नास्ति महोदय सर् नित् एव लिखितम् अस्ति अस्तु तर्हि लङ् इति लिङ् लङ् विधिलिङ् इति चिन्तनं नास्ति सर्वेषु नित्सु लकारेषु ओ अस्तु अस्तु तर्हि तर्हि अत्र विप्रतिषेधमिति चिन्तनेन परकार्यं भवति इति अहं सम्यक् चिन्तयामि परन्तु भवत्याः यत् चिन्तनम् अस्ति हलन्त्यम् इति तदपि यदि वयं चिन्तयामः चेत् रूपं तदेव भवति परन्तु यथा मया उक्तं सामान्यतया प्रथमम् इत्संज्ञाकार्यं भवति तदैव भवति चेदपि विप्रतिषेधः भवति इतश्च तस्थस्थमिपामिति सूत्रयोः मध्ये तत्रापि परसूत्रमेव कार्यं करोति महोदय इतश्च अत्र तदेव अस्ति. If we consider that there's a clash with Halantyam, then the reason for this sutra working will be Apavada. Not Parasutram, right? Because in Itascha and Tastastas, both sutra are applicable to Akara. So then it is Parasutra. Let me think about it. Yeah, Mahodaya, Mahodaya. अत्र पाणिनि स्वयं निप् इति उक्तम् अस्ति खलु, अतः तत्र मा करोति इति अस्ति हलन्त्यम् इति महोदयाः अपि चिन्तनं. महोदय इत्संज्ञा अपि विषये प्रथमतया करणीयम् इति नियमः नास्ति वा? रिगरस् नियमः तु नास्ति, अहं सत्यम् इति नास्ति, परन्तु सामान्य तथा कार्यं भवति इति. परन्तु नित्यमितः तत्र अस्ति खलु, सकारस्य लोपः भवति, इत्संज्ञा तत्रापि भवति खलु. यद्यपि न विभक्तौ तु स्म अस्ति, परन्तु तद्भवति खलु नित्यं नितः इति, सकारस्य लोपः भवति. सत्यं सत्यं. न करणीयमिति उक्तम् अस्ति, मिप् इति स्वयं पाणिनिना उक्तम् अस्ति, अतः अपवादसूत्रं अहं चिन्तयामि. तदेव अस्ति, अस्तु सत्यमस्ति. येन भिन्न भिन्न चिन्तनानि सन्ति तत्र, एकम् एकमेव रूपं भवति, परन्तु अहं चिन्तयामि यत् एकवारं वर्गानन्तरम् अहं चिन्तयामि यत् सम्यक् किम् अस्ति. परन्तु या वाट् एवर् वि ट्रै टु सी, लैक् प्रथमं तु हलन्त्यं न करणीयं, साक्षात् निप् लिखितम् अस्ति, अतः तर्हि चिन्ता नास्ति, अपवादः अस्ति. परन्तु कोऽपि चिन्तयति यत् यदि हलन्त्यं करणीयमेव प्रथमं, तर्हि मिप् स्थाने मि आगच्छति. इदानीम् इतश्च तस्थमिपाम् इति सूत्रयोः मध्ये प्रतिषेधः, तत्रापि परसूत्रम् इत्यनेन अम् भवति, इति अपि अमेव भवति, तर्हि रूपं तु समानमेव भवति, परन्तु सर्व सम्यक् चिन्तनं किम् इति एकवारम् अहं चिन्तयामि. अस्तु धन्यवादः. इतोपि एकः प्रश्नः अस्ति, तत्र तां तं तत्र मकारस्य पुनः लोपः भवति. कस्य लोपः? मकारस्य. तां तं न न न भवति महोदय, सन्धि अस्ति एव. कस्य लोपः महोदय? मकारस्य खलु. आम्, हलन्त्यं सूत्रेण. सम्यक्, तत्र हलन्त्यम् इति प्रथमं तु न विभक्तौ तु स्मः इति सूत्रेण न भवितुं शक्नोति. आम्, न विभक्तौ तु स्मः, तत्र मकारस्य लोपः अपि निषेधः, तु स्मः अस्ति खलु. अस्तु, तर्हि सम्यक् चिन्तनं भवति, महान् सन्तोषः. अत्र अहं चिन्तयामि एकवारम्, अस्तु एतादृशं चिन्तनं बहु महत्त्वपूर्णम् अस्ति इति अहं चिन्तयामि. अस्तु, तर्हि मिप् स्थाने अम् आगच्छति. अधुना को अस्ति? अधुना कोऽपि अस्ति वा येन एकवारमपि न पठितम्? आं महोदय. भवान् वा? न पठितवान्. भवान् न पठितम्? अस्तु, भवानेव पठतु. वस् मस् करोतु. वस् तत्र सकारस्य लोपः, व इति लङ् प्रत्ययः निष्पन्नः, मस् इति अत्रापि सकारस्य लोपः, तत्र नित्यं नितः इति सूत्रेण. एकवारं सर्वे एकवारम् अधः गच्छतु, अधोभागे नित्यं नितः. नित्यं नितः तृतीय अध्यायस्य चतुर्थपादस्य नवनवतितमसूत्रमस्ति वा? अस्तु. नित्लकारस्य सकारस्य उत्तमपुरुषस्य प्रत्ययस्य अन्त्यसकारः लोपो भवति, येन विधिस्तदन्तस्य इत्यनेन सकारान्त इत्यर्थः, अलोन्त्यस्य इत्यनेन प्रत्ययस्य अन्तिमवर्णस्य इत्युक्ते सकारस्य लोपः, न तु पूर्णप्रत्ययस्य. नित्यं द्वितीयान्तं क्रियाविशेषणं, नितः षष्ठ्यन्तं द्विपदमिदं सूत्रं, स उत्तमस्य इति सूत्रेण सूत्रस्य पूर्णतया अनुवृत्तिः, इतश्च लोपः परस्मैपदेषु इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति नितः लस्य सः उत्तमस्य नित्यं लोपः भवति अत्र नित्लकारेषु नित्लकारस्य अन्तिम उत्तमस्य उत्तमपुरुषस्य सकारस्य लोपः भवति इति सूत्रं वदति अत्र नितः लस्य इति इत्यनेन सकार सः अतः येन विधिसन्धस्य इति परिभाषासूत्रेण वयं तादृश अङ्गं प्रत्ययङ्गम् अस्ति तत्र अन्ते सकारः अस्ति अलोन्तस्य इति सूत्रेण अन्तिमसकारस्य एव लोपः भवतु इति न तु पूर्णतया पूर्णप्रत्ययस्य इति इति वयं जानीमः अतः उत्तमपुरुषस्य नित्लकारस्य अन्तिमसकारस्य लोपः भवति एतत्तु न विभक्तौ तु स्म इत्यस्य अपवादसूत्रम् सत्यं तर्हि नित्यं नितः इति सूत्रम् तस्य लोट्लकारे अपि तस्य कार्यम् अभवत् तद् अस्माभिः पठितं तत्र नितः लस्य नाम नित्सु लकारेषु यत् सकारः आगच्छति यत् सकारः अस्ति उत्तमपुरुषप्रत्ययस्य तस्य लोपः भवति सदा नित्यम् इति नित्यं लोपः भवति विकल्पेन न परन्तु नित्यं तत्र येन विधिस्तदन्तस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः केवलं ता सकार सकार इति प्रत्ययः न अपि तु तादृशः प्रत्ययः यस्य अन्ते सकारः भवति तस्य लोपः कस्य लोपः अलोन्त्यस्य इति सूत्रेण अन्तिमसकारस्य लोपः खलु महोदय आम् महोदय आम् तर्हि व स्थाने व मस् स्थाने म तर्हि अधुना महोदय अग्रे पठतु अत्र प्रश्नः इदानीं क्षम्यताम् ऐ डोण्ट् मीन् टु यु नो आस्क् टु मेनि क्वश्चन्स् बट् अत्र येन विधि सदन्तस्य अनन्तस्य किमर्थम् आवश्यकम् अस्ति तत् उत्तमपुरुषस्य प्रत्ययस्य उत्तमपुरुषे मस् एव अस्ति मस् एव अस्ति तत्र एकम् एव सकार एकः एव सकारः अस्ति अतः नित् लस्य सकारस्य उत्तमपुरुषे लोपः भवति इत्युक्ते देर् इस् नो कन्फ्यूजन् रैट् एकविधि सदन्तस्य अनोन्तस्य वै डु वि नीड् टु ब्रिङ्ग् दोस् सकारस्य लोपः भवति सत्यम् अत्र अत्र बहु अत्र प्रायः भ्रमः नास्ति यतः प्रत्यय यत् अस्ति वस्मस् तत् तत्र एकः एव सकारः अस्ति तत् सकारः अन्ते आगच्छति अत्र अत्र प्रश्नः न आगच्छति परन्तु अत्र यथा कुत्रापि यदि यदा वयं सूत्रं पठामः तत्र फर् द सेक् आफ् कम्प्लीट्नेस् यतोहि चिन्तयतु नितः लस्य सः उत्तमस्य नित्यं लोपः इति अस्ति खलु अत्र यदि केवलं सूत्रं यदि वयं पठामः तत्र लिखितमस्ति स स इति प्रत्ययस्य लोपः भवति अधुना स इति प्रत्यय एव नास्ति खलु केवलं केवलं सूत्रं दृष्ट्वा केवलं सूत्रं दृष्ट्वा तत्र किञ्चित् भ्रमः कस्यापि भवितुं शक्नोति तत्र नितः लकारस्य सः अहं भवत्याः चिन्तनम् अवगच्छामि तत्र एकमेव सकारः अस्ति अतः प्रायः भ्रमः नास्ति परन्तु फर् द सेक् आफ् कम्प्लीट्नेस् आफ् द सूत्र अत्र येन विस्तृतस्य अलोन्त्यस्य अत्र तत्र सहायता भवति सर्वथा सर्वत्र यत्र कुत्रापि लोपः अथवा आदेशः इति प्रसङ्गः आगच्छति तत्र तत्र फर् द सेक् आफ् कम्प्लीट्नेस् येन विस्तृतस्य अलोन्त्यस्य इति सूत्रस्य सहायतया सूत्रं पूरितं भवति सूत्रं पूरितं सूत्रं पठामः चेत् तत्र सकारस्य सः रेफर्स् टु सकार ओर् रेफर्स् टु द एण्टैर् प्रत्यय इफ् इट् रेफर्स् टु द एण्टैर् प्रत्यय इट्स् एक्चुअली बट् इफ् इट् जस्ट् रेफर्स् refers to the sakara, then it's, so how would you read the sutra? Shamyatam, etatu samskritin and samskrit. Atra asti, atra. यदा वयं स्ट्रिक्ट रूपेण यदि वयं पश्यामः आई विल सी इट ओनली एज स रूपी प्रत्यय अस्तु अस्तु सो आई नीड अदर थिंग्स आल्सो बट इट्स दैट्स नीट पिकिंग सो महोदय अत्रापि वस्पस् सकारः हलन्त्यम् इति सूत्रेण लोपः भवितव्यम् किल न विभक्तौ तु स्मः अस्ति खलु न विभक्तौ तु सः इति पश्यन्तं वा महोदय किं सः सः इति षष्ट्यन्तं तर्हि मीना महोदय भवत्याः प्रश्नः अस्ति सकारस्य लोपः विहन्त्यम् इति सूत्रेण अवगतं न विभक्तौ तु स्मः सर्वदा मस्तिष्के भवेत् तद् हलन्त्यं हलन्त्यम् इति बहुत्र बहुत्र केवलं हलन्त्यं हलन्त्यम् इति एव आगच्छति परन्तु यत्र यत्र विभक्ति अस्ति तत्र न विभक्तौ तु स्मः अपि मस्तिष्के भवेत् मस्तिष्कात् अत्र चुटु तस्य किमर्थं भवति चुटु केवलं चुटु आदौ एव आदौ अस्ति खलु महोदय अत्र केवलं विधिलिङ्गकारे अस्तु तर्हि अत्र समयः समापयति एकवारं केवलम् अत्र प्रश्नः उदेति इति पठित्वा समापयामः पञ्चनिमेषः अस्तु महोदय करोतु अस्तु अत्र प्रश्नः उदेति यत् पठतु अत्र प्रश्नः उदेति यत् अस्मिन् सूत्रे नित्यं किमर्थम् उक्तम् उत्तरमस्ति अस्माकम् अष्टाध्यायीसूत्रपाठे पुस्तके पश्यतु इदं सूत्रं तृतीयाध्यायस्य चतुर्थपादस्य नवनवतितम किल तस्मात् पूर्वं तृतीयाध्यायस्य चतुर्थपादस्य षड्नवतितमसूत्रे तमे सूत्रे प्रथमं पदम् अस्ति वा वैतान्यत्र वा एतः अन्यत्र वा नाम विकल्पेन अग्रिमयोः द्वयोः सूत्रयोः अपि तस्य अनुवृत्तिः प्रवर्तमाना अतः वा शब्द अनयोः सूत्रयोः आगत्य उपविशति अधुना अस्माकं सूत्रम् अस्ति तृतीय अध्यायस्य चतुर्थपादस्य नवनवतितमसूत्रम् अस्मिन् सूत्रे यः सकारलोपः विहितः सः वैकल्पिकः नास्ति अतः वा इति अनुवृत्तिं स्थगयितुं नित्यशब्दः अत्र प्रयुक्तः नाम केवलम् अत्र कार्यं वैकल्पिकं नास्ति इति सूचयितुं नित्यम् इत्यस्य प्रयोगः कृतः अस्तु अस्तु किमर्थम् इति नित्यम् इति पाणिनिना पदं तत्र तस्य उपयोगं कृतवान् इति तस्य विवरणम् अस्ति अत्र पूर्वसूत्रात् पुस्तके पूर्वसूत्रमस्ति स षड्नवतितमसूत्रम् अस्ति तत्र वा वा पदम् अस्ति सूत्रे प्रथमं पदम् अस्ति वा इति विकल्पेन अग्रिमयोः द्वयो तत्र तस्य अनुवृत्तिः अनुवृत्तिः भवति अग्रिम सूत्रद्वयेषु सूत्र द्वयोः सूत्रयोः इदानीम् अस्माकं सूत्रमस्ति नित्यं नितः नितः इति तत्र विकल्प मा भूत् इति सूचयितुं तत्र पाणिनिना वा इत्यस्य अनुवृत्तिः मा भवतु वा इति मा करोतु वैकल्पिकः न भवतु इति सूचयितुं नित्यम् इति शब्दस्य उपयोगं कृतवान् इति महोदयेन लिखितमस्ति तर्हि यत् 3496 इति सूत्रम् अस्ति तत्र वा इति लिखितम् अस्ति तस्य वा इति पदस्य अनुवृत्ति 3497 3498 मध्ये अपि गच्छति 3499 इति सूत्रम् अस्ति नित्यं नितः यदि नित्यम् इति पदं तत् सूत्रे नास्ति तर्हि कोऽपि चिन्तयितुं शक्नोति यत् वा इति पदस्य अनुवृत्ति अस्मिन् सूत्रे अपि भवति तादृशं चिन्तनं समीचीनं नास्ति यतोहि सकारस्य लोपः यत् अस्ति तस्य तत् वैकल्पिकरूपेण न भवति, नित्यरूपेण भवति. अतः तादृश तादृश वै अनुवृत्तिः मा करोतु इति एतदर्थं पाणिनिना तत्र नित्यम् इति पदं साक्षात् लिखितं. नाम नाम अत्र सकारस्य लोपः वस् मस् मध्ये सकारस्य लोपः नित्यं भवति, न तु विकल्पिकरूप वैकल्पिकरूपे. बहु सम्यक् महोदय. तत्तु अस्ति, तत्र बहु चिन्तयितुं तत्र बहु वैलक्षणम् अस्ति. तत्र मैन्यूट् डिटेल्स् इति अपि पाणिनिना चिन्तितानि. अस्तु, तर्हि इति लङ्लकारस्य परस्मैपद अदन्तप्रत्ययः अस्माभिः अधुना कृतम्. अग्रिमरविवासरे विधिलिङ्गप्रत्ययाः कानि के सन्ति इति वयं पठामः. तर्हि इदानीं धन्यवादः सर्वेषां, शुभरात्रि, शुभदिनं. महोदय पुनः ज़ूम लिंक एव धन्यवादः प्रायः महोदय ज़ूम एव कुर्मः. अस्तु, किन्तु प्रेषयति. आमां प्रेषयामि. एतदेव लिंक भवति खलु, प्रायः एतदेव भवति. परन्तु अहं पश्यामि यत् किमर्थं मम प्रो अस्ति, परन्तु अत्र किमर्थं अस्ति अहमेकं चेक् करोमि. अहम् ऐ विल् सेण्ड् द करेक्ट् लिंक् नेक्स्ट् टैम्. अस्तु महोदय. धन्यवादः. आं रेकार्डिङ्ग् ददामि. अस्तु, प्रश्नः. धन्यवादः. भवती पृच्छतु प्रश्नः. अस्तु, इदानीं तु अधो